अधुना परिमाणम् इति विषयः चर्च्यमाणः भविष्यति. एतावता अस्माभिः सङ्ख्या इत्यादि गुणानां लक्षणं दृष्टं. तस्मिन् एव क्रमे परिमाणस्य लक्षणवाक्यमपि परिशीलितम् आसीत्. मानव्यवहार असाधारणं कारणं परिमाणम् इति. मानव्यवहार असाधारणं कारणं परिमाणं. तत्र व्यवहारघटितलक्षणवाक्यम् अस्ति. व्यवहार इत्युक्ते किम्? परेषाम् अपरेषां ज्ञानजननार्थं शब्दप्रयोगः एव व्यवहारः इति उच्यते न्यायशास्त्रे. तर्हि मानव्यवहार असाधारणकारणत्वं परिमाणस्य लक्षणम् इत्युक्तौ परिमाणस्य कारणत्वम् अस्ति मानव्यवहारव्यवहारं प्रति. नाम दीर्घः प्रकोष्ठः इति यदा वदामः, तत्र प्रकोष्ठः दीर्घः इत्यस्मिन् वाक्ये प्रकोष्ठे दीर्घत्वम् इति कश्चन गुणः वर्तते. दीर्घत्वम् इति कश्चन गुणः वर्तते. तेन गुणेन एव दीर्घः प्रकोष्ठः इति व्यवहारः साधितः. दीर्घः इति यदा वदामः तत्र मानव्यवहारः दृश्यते. प्रकोष्ठस्य परिमाणं कियत् अस्ति, कियत् अस्ति इत्यस्य सूचनार्थं प्रकोष्ठे दीर्घत्वम् इति गुणः स्यात्. तदेव परिमाणम् अस्ति. तथैव महत् महान् आकाशः इति यदा वदामः तत्र महत्त्वम् इति कश्चन गुणः आकाशे वर्तते इत्यनेन एव तादृशः महान् आकाशः इति व्यवहारः साधितः आसीत्. सः एव व्यवहारः मानव्यवहारः इति उच्यते. अपि च आकाशे विद्यमानः महत्त्वम् इति परिमाणरूपगुणेन एव तादृशः व्यवहारः साधितः इति एतावता अस्माभिः परिशीलितमस्ति. एतस्य विवरणं चित्ररूपेण अपि अस्ति त्रिनवतितमे पुटे इति अपि परिशीलितं. तत्र पश्यन्ति चेत् परिमाणम् इति यदस्ति तस्मिन् कारणता वर्तते शब्दप्रयोगं प्रति. पुनः शब्दप्रयोगेन ज्ञानं जायते. तच्च ज्ञानम् अस्मिन् चित्रे लघुत्वावच्छिन्नप्रकारतानिरूपकं ज्ञानमस्ति अथवा घटत्वावच्छिन्नविशेष्यतानिरूपकं ज्ञानम् इति अस्ति. तर्हि आहत्य लघुः, दीर्घः, अणुः, महत्, ह्रस्वः इति यत्र कुत्रापि भवति तत्र तत्र तादृशशब्दप्रयोगं प्रति परिमाणम् इति असाधारणं कारणम् अस्ति. पुनः किमर्थम् असाधारणं कारणम् इति उच्यते इति प्रश्ने कृते, तत्र परिमाणम् इति कार्यसामान्यं प्रति कारणं नास्ति. कार्यसामान्यम् इत्युक्ते विश्वे यावन्ति कार्याणि सन्ति तानि सर्वाणि प्रति परिमाणं तु कारणं नास्ति. तस्य असाधारणकारणत्वम् अस्ति. कं प्रति? असाधारणकारणत्वमस्ति मानव्यवहारं प्रति एव इति कृत्वा मानव्यवहार असाधारणकारणं परिमाणम् इति परिमाणस्य लक्षणवाक्यम्. ततः अग्रे एषः गुणः, परिमाणं नामकः गुणः नवसु द्रव्येषु अपि वर्तते. अतः नवद्रव्यवृत्तिः. अपि च तस्य चतुर्विधं प्रकारचतुष्टयम् इति सूचितम्. अणु, महत्, दीर्घं, ह्रस्वं च इति लक्षणवाक्यमासीत् परिमाणस्य. ततः अग्रे किञ्चित् विभागान्तरं कृतं परिमाणस्य. अस्माभिः पूर्वमपि दृष्टं यत् केवलम् अणुत्वं, महत्त्वं, दीर्घत्वं, ह्रस्वत्वम् इति परिमाणरूपगुणाः केवलं ते एव न, परन्तु तत्र परिमाणस्य विभागान्तरं कृतमासीत् अपररीत्या. तत्र अणुपरिमाणं मध्यमपरिमाणं परममहत् परिमाणम् इति अस्माभिः दृष्टमासीत्। तादृशं विभागान्तरं किमर्थं क्रियते इति अग्रिमः विषयः अस्ति। तर्हि परिमाणस्य विभागान्तरम् इत्यस्मादारभ्य अद्य पठेम। माला भगिनी पठति वा? आं भगिनि, एकनिमिषं, केनचित् आगतं नूतनतया, कोऽपि अस्ति? सन्ध्या अस्मि। अस्तु, सन्ध्या भगिनि, अस्तु, माला भगिनी पठतु कृपया। परिमाणस्य विभागान्तरं कार्यकारणभाववर्णनाय अन्योपि परिमाणस्य विभागः न्यायशास्त्रे प्रसिद्धः, स च अणुपरिमाणं मध्यमपरिमाणं परममहत्परिमाणम् इति। तत्र परमाणुपरिमाणं परमाणुद्वणुकयोः मध्यमपरिमाणं जन्ये द्रव्ये घटादौ परममहत्परिमाणम् आकाशादिद्रव्येषु ज्ञेयं। तत्रापि आद्यान्तिमयोः क्वापि परिमाणं प्रति न कारणत्वम्। अत्र कार्यकारणभाववर्णनार्थं परिमाणस्य अन्यविभागः क्रियते। ते सन्ति अणुपरिमाणं मध्यमपरिमाणं परममहत्परिमाणम् इति। परमाणुपरिमाणं परमाणुद्वणुकयोः प्रथमवाक्यं किञ्चित् परिशीलयतु। लक्षणवाक्ये चतुर्विधं परिमाणं, चतुर्प्रकारकम् इति उक्तम्, अणुमहत् दीर्घं ह्रस्वम् इति। ह्रस्वं हा, पुनः एतादृशः विभागः पुनः किमर्थं कृतः? विभागान्तरं जातं खलु अत्र, अणुपरिमाणं मध्यमपरिमाणं परममहत् परिमाणम् इति। ते कुत्र कुत्र वर्तन्ते इति दीयते खलु। प्रथमवाक्यम् इतोपि एकवारं पठतु। कार्यकारणभाववर्णनाय तदपि तद् वा? कार्यकारणभाववर्णनाय एतादृश विभागान्तरं क्रियते। इत्युक्ते अग्रे परिशीलनीयं भवति खलु, अद्य मध्यमपरिमाणे कारणता अस्ति, अणुपरिमाणे परममहत्परिमाणे कारणता नास्ति कमपि प्रति, तत्सर्वं परिशीलनीयं भवति। तदर्थमेव अनया रीत्या अपि विभागः कृतः परिमाणस्य कार्यकारणभाववर्णनाय। अस्तु, अग्रे उच्यतां भगिनि। तत्र परमाणुपरिमाणं परमाणुद्वणुकयोः एवं कुर्मः, तत्र त्रिपञ्चाशत्तमे पुटे, त्रिपञ्चाशत् हा, तत्र एकं कोष्टकमस्ति, पश्यति वा? परमाणुपरिमाणं परममहत् परिमाणं मध्यमपरिमाणं कस्य कीदृशं परिमाणमस्ति इति कोष्टके प्रदर्शितं। किञ्चित् पठित्वा पुनरावर्तनं भवति तदा। परमाणुपरिमाणं तत्र पृथिव्यादिचतुष्टयस्य परमाणवः, द्व्यणुकानि च मनांसि। तर्हि कुत्र कुत्र वर्तते परमाणुपरिमाणं? पृथिव्यादिचतुष्टयम् इत्युक्ते पृथिवी, तेजः, वायुः, जलम्, आपः। पृथिवी, जलं, तेजः, वायुः इत्येषां मेलनमेव पृथिव्यादिचतुष्टयम्। अपि च द्व्यणुकानि न तत्र सम्यक्तया सावधानतया पठतु। पृथिव्यादिचतुष्टयस्य परमाणवः, परमाणुपरिमाणं कुत्र अस्ति? पृथिव्यादिचतुष्टयस्य परमाणुषु. आम्. अनन्तरं द्विवणुकानि च. द्वेणुकेषु. अनन्तरं मनांसि अपि. मनांसि. सम्यक्. तर्हि यत्र यत्र द्विवणुकम् अस्ति तत्र परमाणुपरिमाणं द्व्यणुकात् अधिकं खलु? द्वे परमाणु तत्र परमाणुपरिमाणम् इत्युक्ते अणुपरिमाणम् एव. अस्तु, अणुपरिमाणम् इत्युक्ते अतीव लघु. एतस्य अपेक्षया इतोपि लघु न स्यात्, तादृशं परिमाणम् अस्ति परमाणुपरिमाणम् अथवा अणुपरिमाणम्. तादृशपरिमाणं कस्य भवति? परमाणवः भवन्ति खलु पृथिव्यादिचतुष्टयस्य, तेषाम् अणुपरिमाणम् अस्ति परमाणूनां. तदनन्तरं द्वे अणुकानामपि तादृशमेव परिमाणं. द्वे अणुकम् इत्युक्ते किम्? द्वयोः अणुपरिमाणस्य द्वयोः परमाणोः परमाणुद्वयं मिलित्वा द्वे अणुकं भवति, तस्यापि अणुपरिमाणम् अथवा परमाणुपरिमाणम्. अनन्तरं मनः. मनः इति यद्द्रव्यमस्ति तस्यापि अणुपरिमाणम् अस्ति अथवा परमाणुपरिमाणम्. अस्तु, तर्हि अग्रे परममहत् परिमाणं कस्य कस्य? आकाशः, कालः, दिक्, जीवाः, ईश्वरः. अस्तु, मध्यमपरिमाणम् अत्र अपि च मध्यमपरिमाणं घटपटादयः पृथिव्यादिचतुष्टयस्य विभागग्रन्थे शरीर इन्द्रियविषयभेदात् इत्यनेन ये दर्शिताः ते सर्वे अपि. तर्हि मध्यमपरिमाण कस्य कस्य भवति? घटः, पटः, अपि च पृथिव्यादिचतुष्टयं. पृथिव्यादिचतुष्टयस्य जन्यपदार्थाः ये केऽपि भवन्ति तेषां सर्वेषां मध्यमपरिमाणम्. अत्र भ्रमः मास्तु, पृथिव्यादिचतुष्टयस्य परमाणूनाम् अणुपरिमाणमेव, परन्तु पृथिव्यादिचतुष्टयविभागे जन्यवस्तूनि कानि कानि भवन्ति तेषां मध्यमपरिमाणम् इति वार्ता अस्ति. अस्तु भगिनि, इदानीं वदतु तत्र परमाणुपरिमाणम् इत्यादिकं पुनः 93 पुटे. तत्र परमाणुपरिमाणं परमाणुद्वणुकयोः तद्भवति प्रथमम् अणुपरिमाणम्. अपि च मध्यमपरिमाणं जन्ये द्रव्ये घटपटादौ, घटपटः इत्यादौ. अपि च परममहत्परिमाणम् आकाशादिद्रव्येषु वर्तते. तत्रापि आद्य अन्तिमयोः क्वापि परिमाणं प्रति न कारणत्वम्. अत्र परिमाणं प्रति आदि अन्तिमयोः परिमाणं प्रति कारणत्वं न भवति. अत्र आदि अन्तिमयोः इत्युक्ते अणुपरिमाणम् अपि च परममहत्परिमाणस्य परिमाणं प्रति कारणत्वं नास्ति. सम्यक्, तथैव अस्ति. तर्हि अणुपरिमाणस्य परममहत्परिमाणस्य कुत्रापि, क्वापि इत्युक्ते कुत्रापि कारणत्वं नास्ति, केवलं मध्यमपरिमाणस्य एव कारणत्वं. तस्य अवगमनार्थम् अग्रे पठनीयं भवति. सरला भगिनी अग्रे पठति वा? आं भगिनि. मध्यपरिमाणं तु भवति स्वाश्रयजन्यद्रव्यस्य उत्कृष्टपरिमाणं प्रति असमवायिकारणं. तथा हि घटस्य यावत् परिमाणं कुलालयच्छति तज्जन्ययोग्य परिमाणकौ कपालौ एकतेन स्वीकार्यौ। तुल्यपरिमाणकयोः कपालयोः तद्विगुणतपरिमाणवद् घटस्य जननदर्शनात् इदमेव च अवयवपरिमाणापेक्षया अवयविनः महत्परिमाणं शास्त्रे उत्कृष्टं परिमाणम् इति व्यवह्रियते। एवं च यथा कपालद्वयसंयोगकपाले समवायेन स्थित्वा तत्रैव घटं जनयति, यथा वा एकत्वं घटे समवायेन स्थित्वा तत्रैव समवायेन द्वित्वं जनयति, तथैव कपालपरिमाणमपि कपाले समवायेन स्थित्वा घटपरिमाणं जनयति इति कपालपरिमाणमपि असमवायिकारणं, परन्तु अत्र अस्ति कश्चित् विशेषः। पुनः पठामि, एवं करोतु, खण्डशः पठेन। मध्यपरिमाणं तु भवति प्रथमवाक्यचतुष्टयं पठतु। मध्यपरिमाणं तु भवति स्व आश्रयजन्यद्रव्यस्य उत्कृष्टपरिमाणं प्रति असमवायिकारणम्। इदानीं वयं मध्यपरिमाणं कारणं भवति द्रव्यं प्रति स्वाश्रयजन्यद्रव्यस्य इति द्रष्टव्यं प्रथमं। स्वम् अस्ति मध्यपरिमाणं गुण, तस्य आश्रय अस्ति यदि वयं घटस्य उदाहरणं दीयते, तस् आश्रय स्वं मध्यपरिमाणं स्वं तस्य आश्रय अस्ति कपालस्य मध्यपरिमाणं तस्य आश्रय कपालस्य मध्यमपरिमाणं स्वं तस्य आश्रय कपाल इति कपालः कपालः कपाले कार्यं भवति जन्यं घट उत्पत्ति। सो द घट द्रव्य कार्यमस्ति तथैव तदा एतत् मध्यपरिमाणं कपालस्य मध्यपरिमाणं आश्रयकपाल कार्यं जन्य उत्कृष्टपरिमाणम् घटस्य तथैव उत्कृष्टपरिमाणं तत् प्रति घटपरिमाणं प्रति कपालस्य मध्यपरिमाणम् असमवायिकारणं भवति। यदा वयं पठितवन्तः कपालद्वयसंयोगः समवायिकारणे कपाले वर्तते। अत्र इतोपि एकवारं स्पष्टीकरणार्थम् एवं वदतु, स्वाश्रय जन्यद्रव्यं तत्र स्वम् इत्युक्ते किं? स्वम् अस्ति कपालस्य मध्यपरिमाणं प्रथमतया कारणं किं कार्यं किम् इति कारणमस्ति मध्यपरिमाणं कारणमस्ति कपालस्य मध्यमपरिमाणं कार्यम् अस्ति घटस्य उत्कृष्टपरिमाणं। कारणं किं कार्यं किम् इति प्रथमतया अभिजानाति चेत् तत्र सर्वं स्पष्टं भवति। स्वम् इत्युक्ते कारणम् अत्र अस्मिन् स्वाश्रयजन्यद्रव्य इत्यस्मिन् स्वम् इत्युक्ते कारणं मध्यमपरिमाणं, स्वस्य आश्रयः कपालः, स्वस्य आश्रये कपाले अथवा स्वस्य आश्रयेण कपालेन जन्यद्रव्यम् अस्ति घटः, घटस्य उत्कृष्टपरिमाणम् इति अस्माकं कार्यमस्ति। कारणतः कार्यं प्रति गन्तव्यम् अस्ति चेत् मध्यमपरिमाणं कपालस्य मध्यमपरिमाणतः घटस्य उत्कृष्टपरिमाणं अस्तु, कथं तत् इतः तत्र कथं गन्तव्यमस्ति इति अद्यतनविषयः अस्ति. तर्हि स्वाश्रयजन्यद्रव्यम् इति घटः तस्य उत्कृष्टपरिमाणं प्रति असमवायीकारणं भवति कपालस्य मध्यमपरिमाणम्. अस्तु, तर्हि एषः असमवायी, एतद् असमवायीकारणं कीदृशम् असमवायीकारणम्? एतत् द्वितीय कपालस्य मध्यपरिमाणम् अधिकरणं कपाल अस्ति. घटस्य परिमाणस्य अधिकरणं घट अस्ति. अस्तु, तर्हि अस्माभिः दृष्टीयप्रकारणं द्वितीयप्रकारकः पूर्वतने पुटे नवतितमे पुटे तत्र आसीत् खलु असमवायिकारणस्य द्वैविध्यम् अस्ति. नवतितमे पुटे तत्र अस्ति कार्येण एकस्मिन् अर्थे समवेतम् इति प्रथमविधं. कार्येण एकस्मिन् अर्थे इत्युक्ते कार्येण एकस्मिन् पदार्थे, यथा यथा भवती उक्तवती कपालसंयोगः. कपालसंयोगः कुत्र वर्तते? कपालसंयोगः कपाले वर्तते. हा, केन सम्बन्धेन वर्तते? समवायसम्बन्धेन कपाले वर्तते. अपि च तत्र कार्यं किं? तस्य कार्यं घट उत्पत्ति. घट अपि समवायसम्बन्धेन कपाले वर्तते इति एव असमवायीकारणस्य प्रथमविधं. कार्येण सह, कार्येण सह नाम घटेन सह एव एकस्मिन् एव पदार्थे कपालसंयोगः समवेतमस्ति इत्युक्ते समवायसम्बन्धेन भवति इति कृत्वा असमवायीकारणमस्ति कपालसंयोगः घटं प्रति इति प्रथमविधम् असमवायीकारणमस्ति. द्वितीयविधम् असमवायीकारणमस्ति कार्येण कारणेन सह एकस्मिन् अर्थे इति. तत्र अस्माकम् एतद् उदाहरणं कार्यं करोति. मध्यमपरिमाणं, मध्यमपरिमाणम् इति किमस्ति? मध्यपरिमाणं कपालस्य, कपालस्य मध्यमपरिमाणमस्ति कारणं. तच्च कुत्र वर्तते? तत्र कपाले वर्तते. कपाले वर्तते. घटस्य घटस्य उत्कृष्टपरिमाणम् इति कार्यं तत् कुत्र वर्तते? तत् घटे वर्तते. घटे वर्तते. तर्हि अत्र समानाधिकरण्यमस्ति वा उभयोः? घटपरिमाणस्य अधिकरणं घट, कपालपरिमाणस्य अधिकरणं कपाल. सो अधिकरणं भिन्नम्. सत्यम्, अधिकरणं भिन्नम् अस्ति. अस्तु, तदेव द्वितीयप्रकारकम् असमवायिकारणं यद् नवतितमे पुटे तस्मिन्नेव परिच्छेदे उक्तं कार्येण कारणेन सह एकस्मिन् अर्थे समवेतम्. कारणेन सह इत्युक्ते समवायिकारणेन सह, समवायिकारणेन सह कार्येण सह अपि च कारणे कार्येण सह एकस्मिन् अर्थे यद्भवति तद् द्वितीयविधम् असमवायिकारणम् इति अद्यतनविषयः. अग्रे पठेम. अस्तु, अग्रिमवाक्यद्वयं किञ्चित् प्रतिपादयति वा? तथा हि घटस्य यावत् परिमाणं कुलाल इच्छति तत् जन्ययोग्यपरिमाणकौ कपालौ एव तेन स्वीकार्यौ. घटस्य यावत् परिमाणं कुलाल इच्छति, कुलाल घटस्य परिमाणम् इच्छति तत् जन्ययोग्यपरिमाणौ कपालौ एव तेन स्वीकार्यौ. सो घटस्य परिमाणं तस्य कारणम् अस्ति कपाले विद्यमान परिमाणम् इति. तुल्यपरिमाणकयोः कपालयोः तद्विगुणित परिमाणवत् घटस्य जननदर्शनात्. अस्तु, तत्र किं वक्तुम् इच्छन्ति इत्युक्ते उत्कृष्टपरिमाणम् इति उक्तं खलु. उत्कृष्टम् इत्युक्ते किञ्चित् अधिकं. मध्यम कपाले विद्यमानस्य मध्यमपरिमाणस्य अपेक्षया किञ्चित् अधिकम् उत्कृष्टपरिमाणम्. तर्हि द्वयोः कपालयोः मेलनेन यः घटः जायते तस्य परिमाणं कीदृशम्? उत्कृष्टपरिमाणम्. अपि च द्विगुणितं द्विगुणितं परिमाण वद्घटस्य जननदर्शनात्. इदमेव यावत् यावत् यावत् इच्छति कुलालः, यावत् बृहान् घटः यावत् बृहन्तं घटम् इच्छति तावान् बृहान् कपालः तेन स्वीकार्यः भवति. तदा तादृशकपालद्वयस्य मेलनेन द्विगुणितं घटस्य जननं भवति. अस्तु, इतः अग्रे राजेन्द्रमहोदय पठति वा? तुल्यपरिमाणकयोः इदम् एव च अवयवपरिमाणपेक्षया अवयविनः महत्परिमाणं शास्त्रे उत्कृष्टं परिमाणम् इति व्यवह्यते. एवं च यथा कपालद्वयसंयोगः कपाले समवायेन स्थित्वा तत्रैव घटं जनयति, तथा वा एकत्वं घटे समवायेन स्थित्वा तत्रैव समवायेन द्वित्वं जनयति. तथैव कपालपरिमाणम् अपि कपाले समवायेन स्थित्वा घटपरिमाणं जनयति इति कपालपरिमाणम् अपि असमवायि कारणं. परन्तु अत्र अस्ति कश्चित् विशेषः. इदानीं यथा पूर्वं वयं पठितवन्तः कपालद्वयसंयोगः यथा भवति तत् असमवायिकारणम् अस्ति. एकविधम् असमवायिकारणम् अस्ति घटं प्रति घटजनयति यदा तथैव यथा एकोत्तम एकः घटः अस्ति तत् द्वितीयघटं जनयति, तत् एकत्वम् एकत्वं तत् एकत्वं घटे विद्यमान एकत्वं द्वित्व द्वितीयघटस्य असमवायिकारणं भवति भवति. परन्तु अत्र कपालपरिमाणं यथा भगिनी पूर्वं पठितवती, कपालपरिमाणं न अपि तादृशी कपाले अस्ति समवायेन समवायसम्बन्धेन तत्वा घटपरिमाणं जनयति. तदपि तथा कपालपरिमाणं घटपरिमाणं जनयति. तत् सः कारणमस्ति कपालपरिमाणं कारणमस्ति असमवायिकारणम्. असमवायिकारणम्, अस्तु समीचीनं. तर्हि अत्र कश्चन भेदः वर्तते. कपालद्वयसंयोगेन यदा घटः जायते अपि च यदा भगिनी क्षम्यताम् अहं तु उक्तवान्, चिन्तयामि प्रायशः शुकवृत्ति एव उक्तवान्, भवती किञ्चित् परिपालनं करोतु सम्यक् भवति. न महोदय, समीचीनतया एव उक्तं भवता, चिन्ता नास्ति. तत्र केवलं भेदः अस्ति. अत्र कपालद्वयसंयोगः इति कश्चन गुणः यत् कपाले वर्तते अपि च तेन यदा घटं जायते तदपि असमवायिकारणं, परन्तु प्रथमविध असमवायिकारणम् अस्ति. कपाले विद्यमानः कश्चन गुणः घटम् उत्पादयति, कार्यम् उत्पादयति इति कृत्वा असमवायिकारणं. तथैव एकत्वम् इति एकः गुणः सङ्ख्यारूपगुणः घटे अस्ति तेन द्वित्वं जायते. तर्हि एकत्वमपि समवायेन स्थित्वा घटे तत्रैव द्वित्वं जनयति इति प्रथमविधमेव अस्ति असमवायिकारणं. किन्तु कपालपरिमाणं कपाले अस्ति, घटपरिमाणं घटे अस्ति, तथापि कपालपरिमाणं घटपरिमाणं प्रति असमवायिकारणम् अस्ति. अत्र पश्यन्ति चेत् कपालपरिमाणं कपाले, घटपरिमाणं घटे उभयोः समानाधिकरण्यं नास्ति, तथापि कारणता अस्ति कपालपरिमाणे, कार्यता अस्ति घटपरिमाणे, कार्यकारणभावः उभयोः मध्ये अस्ति इति कृत्वा द्वितीयविधम् असमवायिकारणम्। अत्र अस्माभिः परम्परासम्बन्धेन समानाधिकरण्यं स्थापितव्यं भवति। अस्तु, तर्हि अग्रिमविषयः अस्ति यथा माला भगिन्या पठितम्, आद्य अन्तिमयोः कापि परिमाणं प्रति कारणत्वं नास्ति इति पठितमासीत्। तत्र पूर्वस्मिन् पुटे इत्युक्ते अणुपरिमाणस्य अपि च परममहत् परिमाणस्य परिमाणं प्रति कारणत्वं नास्ति। इदानीं पश्यामः यद् मध्यमपरिमाणं यद् कपाले अस्ति तेन घटस्य मध्यमपरिमाणं जायते, परन्तु परमाणूनां यद् अणुपरिमाणम् अस्ति तेन अन्यत् किमपि जायते न वा इति प्रश्नः। अपि च आकाशादौ यद् परममहत् परिमाणम् अस्ति तेन अन्यत् किमपि जायते न वा इति प्रश्नः अस्ति। तस्य प्रतिपादनार्थमेव करपत्रं विलिखितं महोदयेन, तत्र करपत्रम् उद्घाटितम् अस्ति वा सर्वेषां पुरतः? अत्र कश्चन नियमः अस्ति मध्यमपरिमाणे परिमाणस्य जनकत्वं किमर्थमस्ति इत्यस्य अवगमनार्थं कश्चन नियमः अस्ति, स्वसजातीय स्वोत्कृष्टपरिमाणजनकत्वम् इति। अस्तु, स्वसजातीय इत्युक्ते तत्र मध्यमपरिमाणमिति स्वम् इति स्वीक्रियते चेत् मध्यमपरिमाणेन किम् उत्पद्यते कपालस्य मध्यमपरिमाणेन? कपाल कोऽपि वदति वा? घटस्य मध्यमपरिमाणम्। हा, घटस्य मध्यमपरिमाणं, तर्हि कपालस्यापि मध्यमपरिमाणं घटस्यापि मध्यमपरिमाणम्, अन्ततो गत्वा मध्यमपरिमाणेन मध्यमपरिमाणं जायते, न तु अणुपरिमाणं वा परममहत् परिमाणम् इति कृत्वा स्वसजातीयपरिमाणं जातं प्रथमतया। तदनन्तरं किमस्ति? स्वोत्कृष्टपरिमाणं नाम स्वस्य अपेक्षया उत्कृष्टं। कपालस्य मध्यमपरिमाणस्य अपेक्षया घटस्य मध्यमपरिमाणम् उत्कृष्टम् अस्ति न वा? खलु, तर्हि कश्चन नियमः भवेत् तत्र, स्वसजातीय स्वोत्कृष्टपरिमाणजनकत्वम् इति नियमः अस्ति मध्यमपरिमाणे। तादृशः नियमः अणुपरिमाणुषु अथवा अणुपरिमाणे अथवा परममहत्परिमाणे अस्ति न वा इति अद्य परिशीलनीयं भवति। अस्तु, वर्धिनी भगिनी किञ्चित् पठति वा करपत्रम्? आं भगिनि, परिमाणे कारणत्वम्, अणुपरिमाणस्य पुनः परममहत्परिमाणस्य कुत्रापि कारणत्वं नास्ति, मध्यमपरिमाणं भवति स्वाश्रयजन्यद्रव्यस्य उत्कृष्टपरिमाणं प्रति असमवायिकारणम्, किन्तु अणुपरिमाणस्य पुनः परममहत्परिमाणस्य च तथा न भवति। घटस्य अवयवः कपालः, कपालस्य पुनः अवयवः कपालिका, चतुरणुकं त्रियणुकं, त्रियणुकात् आरभ्य घटपर्यन्तं यानि द्रव्याणि वर्तन्ते तेषां सर्वेषां मध्यमपरिमाणं, घटे यत् मध्यमपरिमाणम् उत्पन्नं तत् कथम् उत्पन्नम् इत्युक्तौ कपाले विद्यमानं परिमाणं, तस्मात् घटे मध्यमपरिमाणम् उत्पन्नम्। एवं कपाले यत् मध्यमपरिमाणम् उत्पन्नं तत् कथम् उत्पन्नम् इत्युक्तौ कपालिकायां विद्यमानं परिमाणं, तस्मात् कपाले मध्यमपरिमाणम् उत्पन्नं, पुनः कपालिका अपि तथा। अवयवस्य विद्यमानात् मध्यमपरिमाणात् स्वस्य परिमाणम् उत्पन्नम्। चतुरणुके अपि तथा त्र्यणुकात् त्र्यणुकेषु अपि मध्यमपरिमाणम् अस्ति, अतः तस्मात् चतुरणुके परिमाणम् उत्पद्यते। एवं कृत्वा उत्तरोत्तरद्रव्याणां परिमाणस्य पूर्वपूर्व अवयवद्रव्येषु विद्यमानं परिमाणं कारणं भवति। परममहत्परिमाणस्य कारणत्वं नास्ति, किमपि कारणत्वं नास्ति। मध्यमपरिमाणं स्वाश्रयजन्यद्रव्यस्य स्व इत्युक्ते घटः आश्रयजन्यद्रव्यस्य घटः अपि घटस्य उत्कृष्टपरिमाणं प्रति असमवायिकारणं भवति कपालस्य मध्यमपरिमाणम् इति उदाहरणं। परन्तु सामान्यतया मध्यमपरिमाणं स्वाश्रयजन्यद्रव्यस्य उत्कृष्टपरिमाणं प्रति कारणम् असमवायि भवति। अस्तु इति वयं जानीमः। अग्रे अणुपरिमाणस्य पुनः परममहत्परिमाणस्य च कारणत्वं न भवति। सम्यक्। घटस्य अवयवः कपालः, कपालस्य अवयवः कपालिका, चतुरणुकं त्र्यणुकं, त्र्यणुकात् आरभ्य घटपर्यन्तं यानि द्रव्याणि वर्तन्ते तेषां सर्वेषां मध्यमपरिमाणं। त्र्यणुकात् आरभ्य घटपर्यन्तं सर्वेषां मध्यमपरिमाणम् इत्युक्ते ततः अधः नाम परमाणोः अथवा द्वेणुकयोः सर्वेषाम् अणुपरिमाणं त्रयणुकात् आरभ्य एव मध्यमपरिमाणम् आरभ्यते सर्वेषां द्रव्याणां, सर्वेषां जन्यद्रव्याणां मध्यमपरिमाणम्। घटे यत् मध्यमपरिमाणम् उत्पन्नं तत् कथम् उत्पन्नम् इत्युक्ते कपाले विद्यमानं परिमाणं, तस्मात् घटे मध्यमपरिमाणम् उत्पन्नं। इति अपि एतावता पठितं कपालपरिमाणमेव घटपरिमाणं प्रति कारणम्। पुनः कपालस्य परिमाणं प्रति किं कारणम्? अग्रिमवाक्यमस्ति, पठतु। एवं कपाले यत् मध्यमपरिमाणं तत् कथम् उत्पन्नम् इत्युक्ते कपालिकायां विद्यमानं परिमाणं, तस्मात् कपाले मध्यमपरिमाणम् उत्पन्नम् इति अस्ति। कपालिकायां परिमाणम् अस्ति, कपाले मध्यमपरिमाणं, कपालिकायां यद् परिमाणम् अस्ति तेन कपालस्य मध्यमपरिमाणं जायते। वस्तुतः अवयविनः यद् परिमाणम् अस्ति तेन, क्षम्यताम्, अवयवस्य यद् परिमाणम् अस्ति तेन अवयविनः परिमाणं जायते। तथा एव पुनः अधः गच्छामश्चेत् कपालिकायाः अपि अवयवाः भवन्ति, तेषु अवयवेषु विद्यमानं मध्यमपरिमाणमेव कपालिकायां मध्यमपरिमाणं प्रति कारणं भवति। चतुरणुके अपि तथा, त्र्यणुकात् चतुरणुके मध्यमपरिमाणम् अस्ति। हा, त्र्यणुके चतुरणुकं त्र्यणुकात् जायते खलु। तर्हि त्र्यणुके यद् परिमाणम् अस्ति तेन चतुरणुकस्य परिमाणं जायते। उत्तरोत्तरद्रव्याणां परिमाणस्य पूर्वपूर्व अवयवद्रव्येषु विद्यमानं परिमाणं कारणं भवति. पूर्वपूर्व अवयवद्रव्येषु अत्र केवलम् एवम् अवगच्छन्तु यद् उत्तरोत्तर इत्युक्ते अवयवि अवयविनः. पूर्वपूर्व इत्युक्ते तेषाम् अवयविनाम् अवयवाः इति. तर्हि अवयवस्य परिमाणं कारणम्, अवयविनः परिमाणं कार्यं. तावदेव अस्ति अस्मिन् परिच्छेदे. अस्तु, अग्रे अखिला भगिनी पठति वा? आं, क्षम्यतां भगिनी, बहिः अस्मि. अस्तु अस्तु, नास्ति चिन्ता. अस्तु, सन्ध्या भगिनी, सन्ध्या भगिनी अस्ति किम्? मध्ये अन्येन केनापि आगतं वा? माला भगिनी, सरला भगिनी, राजेन्द्रमहोदय, वर्धिनी भगिनी, अखिला भगिनी, सन्ध्या भगिनी. अस्तु, माला भगिनी कृपया पठतु अग्रे. अस्तु, तथा च परिमाणस्य कश्चन नियमः सिद्धः. स्वसजातीयस्वोत्कृष्टपरिमाणजनकत्वं. सजातीयम् इति समानजातीयं. स्वोत्कृष्टम् इत्युक्ते क्षम्यताम्, स्वोत्कृष्टम् इति स्वस्य अपेक्षया उत्कृष्टम्. कथम् इति चेत्, चिन्तयतु कस्मिंश्चित् द्रव्ये परिमाणं जायते. यथा कपालपरिमाणतः घटपरिमाणम् उत्पद्यते. तत्र द्वयोः द्रव्ययोः परिमाणं समानजातीयं. नाम उभयत्र मध्यमपरिमाणं न तु अणुपरिमाणं वा परममहत्परिमाणं वा. अतः स्वसजातीयं परिमाणम् उत्पद्यते. तदा कपालपरिमाण अपेक्षया घटे विद्यमानं परिमाणं किञ्चित् उत्कृष्टं भवति, अधिकं भवति. कपालपरिमाणं यावत् तदपेक्षया अधिकं परिमाणं घटे भवति. इत्थं च स्वसजातीयस्वोत्कृष्टपरिमाणजनकत्वं परिमाणस्य इति नियमः. अत्र परिमाणस्य नियमाः दीयते. स्वसजातीयस्वोत्कृष्टपरिमाणजनकत्वम्. अत्र स्वसजातीय इत्युक्ते समानजाति. स्वजातीय इत्युक्ते समानजाति. स्वजातीय स्व नास्ति तत्र, स जातीय समानजाति. क्षम्यतां, स्वजातीय. अस्तु, अग्रे. स्वोत्कृष्टम् इत्युक्ते स्वस्य अपेक्षया किञ्चित् अधिकम्. उत्कृष्टम् इत्युक्ते अधिकम्. कथम् इति चेत्, चिन्तयतु कस्मिंश्चित् द्रव्ये परिमाणं जायते. यथा कपालः अस्ति, तस्मिन् परिमाणम् अस्ति. तत् परिमाणतः घटपरिमाणम् उत्पद्यते. तत्र द्वयोः परिमाणं समानजातीयं. कपालपरिमाणम् अपि च घटपरिमाणं समानजाति भवति. उभयत्र मध्यमपरिमाणं न तु अणुपरिमाणम् अथवा परममहत्परिमाणं. द्वयोः परिमाणं मध्यमपरिमाणमेव. अणुपरिमाणं नास्ति, परममहत्परिमाणमपि नास्ति. अतः स्वसजातीयं परिमाणम् उत्पद्यते. अधुना पश्यतु, सजातीय समानजातीय. स्व इत्युक्ते किम् अत्र? कोऽपि वदति वा? कपालः यदा स्वम् अस्ति तस्य जाति परन्तु स्वम् इत्युक्ते किम् अत्र इति प्रश्नः. सजाति इत्युक्ते समानजाति, तत्तु जानीमः. कपालस्य मध्यमपरिमाणं सम्यक् सम्यक् इति बुद्धं वा माला भगिनी? स्वम् इत्युक्ते कारणम् अथवा मध्यमपरिमाणम्. स्वम् इत्युक्ते तदेव मध्यमपरिमाणं. तेन मध्यमपरिमाणेन पुनः सजातीयपरिमाणं जायते इति कृत्वा स्वसजातीय. आम्, द्वयोः परिमाणं समानम्. द्वयोः मध्यमपरिमाणम् एव. तर्हि तदर्थम् उक्तं स्वसजातीयं परिमाणम् उत्पद्यते. तत्र स्व इत्यस्य स्थाने यत्किमपि भवतु, अणुपरिमाणं वा भवतु अथवा परममहत् परिमाणं वा भवतु, अस्माभिः परिशीलनीयं भवति यत् तेन यद् उत्पद्यते तद् सजातीयम् अस्ति वा इति. अस्तु, स्वसजातीयं परिमाणम् उत्पद्यते न वा. स्व इत्युक्ते मध्यमपरिमाणम्, स्वस्य सजाति अस्ति मध्यमपरिमाणत्वं. तर्हि तेन मध्यमपरिमाणेन पुनः मध्यमपरिमाणम् उत्पद्यते न वा इति द्रष्टव्यम्. अस्तु भगिनि, अग्रे. तदा कपाल कोऽपि प्रश्नः, एकनिमिष, प्रश्नः अस्ति वा कस्यचित्? अस्तु भगिनि, पठतु अग्रे. तदा कपालपरिमाण अपेक्षया घटे विद्यमानं परिमाणं किञ्चित् उत्कृष्टं भवति, अधिकं भवति. यतोहि कपालपरिमाणतः यद् घटपरिमाणम् उत्पद्यते, तथापि तत्र घटपरिमाणं किञ्चित् अधिकं भवति, उत्कृष्टं तस्य नाम अस्ति. कपालपरिमाणं यावत् तदपेक्षया अधिकं परिमाणं घटे भवति, तदेव लिखितमस्ति. कपालपरिमाणतः घटपरिमाणं किञ्चित् अधिकम् अस्ति. इत्थं च नियमः भवति स्वसजातीय स्वोत्कृष्टपरिमाणजनकत्वं परिमाणस्य नियमः. अस्तु, अत्र भागद्वयं वर्तते नियमस्य वस्तुतः. स्वसजातीयः, आम् वदतु भगिनि, भवती एव वदतु. अस्तु, स्वसजातीयः इति एकः भागः, पुनः स्वोत्कृष्ट इति अपरः भागः, भागद्वयं. तर्हि मध्यमपरिमाणं स्वम् इति स्वीक्रियते चेत् तेन सजातीय अथवा स्वसजातीयपरिमाणम् उत्पद्यते वा इति द्रष्टव्यं. पुनः स्व उत्कृष्टम् इत्युक्ते स्वस्य अपेक्षया उत्कृष्टं परिमाणं जायते वा इति द्रष्टव्यम्. मध्यमपरिमाणे तादृशी स्थितिः अस्ति. अस्तु, तदर्थं मध्यमपरिमाणे जनकत्वम् अथवा कारणता कारणत्वम् अस्ति इति वक्तुं शक्नुमः. अधः द्वि अणुकस्य अथवा परमाणुपरिमाणं परममहत्परिमाणं यत्र अस्ति तत्रापि अयं नियमः स्वसजातीय स्वोत्कृष्टपरिमाणजनकत्वम् इति नियमः अप्लै कर्तुं शक्नुमः वा इति अग्रे द्रष्टव्यं भवति. अस्तु अस्तु, भवती एव अग्रे पठतु अग्रिमपरिच्छेदमपि. इदानीं द्वणुकं प्रति समवायिकारणं किम्? द्वणुकस्य अवयवः परमाणुः. तर्हि द्वणुकपरिमाणं प्रति किम् असमवायिकारणं भवितुम् अर्हति? परिमाणौ विद्यमानपरिमाणम्. तत्र परिमाणप्रसङ्गे नियमः कः? स्वसजातीयस्वोत्कृष्टपरिमाणजनकत्वम् इत्युक्तं. तर्हि स्वसजातीयपरिमाणम् इत्युक्ते अणुपरिमाणम् एव. स्वोत्कृष्टम् इत्युक्ते परमाणु अपेक्षया उत्कृष्टम् अणुपरिमाणम् उत्पद्यते द्विणुके. अतः परमाणु अपेक्षया इतोपि सूक्ष्मं स्यात् परम अणुत्वम्, इतोपि लघु स्यात्. यत्र मध्यमपरिमाणमस्ति तत्र उत्कृष्टं परिमाणम् इत्युक्ते इतोपि किञ्चित् अधिकं, नाम बृहत्. किन्तु परिमाणस्य इतोपि उत्कृष्टम् इत्युक्ते इतोपि अणु, इतोपि लघु, इतोपि सूक्ष्मम्। तद् अनुसृत्य द्व्यणुकपरिमाणं परमाणवोः आणुपरिमाणस्य अणुपरिमाणस्य अपेक्षया लघु स्यात्। यद्यपि वस्तुतः तथा नास्ति इति जानीमः, तदर्थं परमाणुपरिमाणं द्व्यणुकपरिमाणस्य कारणं न भवितुम् अर्हति, अपि तु परमाणुगतद्वित्वसङ्ख्या एव द्व्यणुकपरिमाणस्य कारणम्। परमाणुद्वयसंयोगेन द्व्यणुकं भवति, तस्मिन् समये प्रत्येकस्मिन् परमाणौ द्वित्वसङ्ख्या जायते। परमाणौ विद्यमानद्वित्वसङ्ख्या अनुपरिमाणं द्व्यणुके उत्पद्यते। उच्यतां भगिनि। इदानीं द्व्यणुकं प्रति समवायिकारणं किम्? अस्तु, तर्हि द्व्यणुकं प्रति किं स्यात् कारणम्? अणुपरिमाणं अणुपरिमाणम् इति नास्ति। द्व्यणुकम् इत्युक्ते किं? द्वयोः परमाणोः मेलनं, द्वे परमाणोः मेलनं द्व्यणुकम् इति प्रथमः विषयः अस्ति। इदानीं वयं परिमाणस्य विषये न चर्चयामः, प्रथमः विषयः अस्ति द्वयुणकं प्रति समवायिकारणं किम् इति। केवलं द्वयुणुकम् इति स्वीकृत्य तस्य समवायिकारणं किं, माला भगिनि? अग्रिमवाक्यं पठतु। द्व्यणुकम् अवयवः, द्व्यणुकस्य अवयवः परमाणुः। यथा यथा कपालद्वयसंयोगेन भवति खलु घटः, तर्हि कपालः घटस्य अवयवः इति वदामः, तथैव परमाणुः द्व्यणुकस्य अवयवः। द्वयोः परमाणोः मेलनेन द्व्यणुकं जायते इति कृत्वा परमाणुः अवयवः। अस्तु, अग्रे। तर्हि द्व्यणुकपरिमाणं प्रति किम् असमवायिकारणं भवितुम् अर्हति इति प्रश्नः अस्ति। तर्हि घटस्य विषये चिन्तयित्वा किञ्चित् वदतु अधुना। अस्तु, घटपरिमाणं प्रति असमवायिकारणं किम्? घटं प्रति असमवायिकारणं कपालसंयोगः, तत्तु समीचीनमेव, परन्तु घटपरिमाणं प्रति किम् अस्ति असमवायिकारणम्? कपाले यत् मध्यमपरिमाणम् अस्ति तद् भवति घटपरिमाणं प्रति असमवायिकारणम्। तथैव अधुना प्रश्नः अस्ति द्व्यणुकपरिमाणं प्रति किम् असमवायिकारणम् इति। सङ्ख्या, तत्र उत्तरं किम्? एकं परमाणु द्वित्वसङ्ख्या भवति। अस्तु, सामान्यतया चिन्तयामश्चेत् तत्र यथा घटपरिमाणस्य कपालपरिमाणम् असमवायिकारणमासीत्, तथैव परमाणौ एकस्मिन् परमाणौ एकं लघु परमाणुं स्वीकृत्य तस्मिन् सः अवयवः अस्ति खलु द्वयणुकस्य, तस्मिन् विद्यमानं परिमाणं द्वयणुकस्य परिमाणं प्रति कारणं स्यात् इति चिन्तयितुं शक्नुमः, परन्तु तथा नास्ति। यतोहि अस्माभिः चिन्तनीयं, नियमं स्वीकृत्य चिन्तनीयं, नियमं मनसि निधाय स्वीकृत्य चिन्तनीयं, स्वसजातीयस्वोत्कृष्टपरिमाणजनकत्वम् अस्ति वा इति। परमाणुषु तु अणुपरिमाणं खलु, तर्हि तद् अणुपरिमाणेन द्व्यणुकस्य अणुपरिमाणं जायते वा, अपि च तद् अनुपरिमाणम् उत्कृष्टम् अस्ति वा इति चिन्तनीयं भवति। तथा चिन्तयामश्चेत् उत्तरं भवति न। परमाणोः यद् परिमाणम् अस्ति तेन द्व्यणुकस्य परिमाणं न जायते इति उत्तरम्। किम् इति अग्रे किमर्थम् इति अग्रे प्रतिपाद्यते. अस्तु अग्रे पठति वा तत्र. तत्र परिमाणप्रसङ्गे नियमः कः? स्वसजातीयस्वोत्कृष्टपरिमाणजनकत्वम् इति पूर्वमुक्तम्. अग्रे तर्हि स्वसजातीयपरिमाणम् इत्युक्ते अणुपरिमाणम् एव अस्मिन् प्रसङ्गे अणुपरिमाणमेव स्वसजातीयपरिमाणम्. स्वोत्कृष्टम् इत्युक्ते परमाणु अपेक्षया उत्कृष्टम् अणुपरिमाणम् उत्पद्यते द्व्यणुके. अत्र तत्र नियमस्य भागद्वयं. प्रथमतया स्वसजातीयपरिमाणम् उत्पद्येत. द्वितीयमस्ति स्वोत्कृष्टं परिमाणम् उत्पद्येत. अत्र स्वम् इति अणुपरिमाणं, स्वसजातीयपरिमाणम् अणुपरिमाणम् इति तु समीचीनं, परन्तु स्वोत्कृष्टं परिमाणम् उत्पद्यते वा इति अग्रिमभागः. पठतु अग्रे. अतः परमाणु अपेक्षया इतोपि सूक्ष्मं स्यात् परम अणुत्वं. भवती एव वदतु भगिनी, अहम्. अस्तु अत्र चिन्ता नास्ति भगिनि. अत्र स्वोत्कृष्टम् इत्युक्ते परमाणु अपेक्षया उत्कृष्टम् अणुपरिमाणम्. एवमस्ति यद् मध्यमपरिमाणस्तरे स्वोत्कृष्टम् इत्युक्ते किञ्चित् अधिकम्. अस्तु मध्यमपरिमाणं तस्य स्तरे किञ्चित् अधिक, इतोपि मध्यमपरिमाणम् इत्युक्ते अधिकमणि मध्यमपरिमाणं. परन्तु अणुपरिमाणस्तरे उत्कृष्टम् इत्युक्ते इतोपि अणु, नाम इतोपि सूक्ष्मं परमत्वं. द्वे अणुकस्य तादृशम् अस्ति वा? तादृशी नास्ति. नास्ति खलु. अणुपरिमाणस्य क्षम्यतां, परमाणोः अणुपरिमाणं तु अस्ति. द्वयोः परमाणोः संयोगेन द्वियणुकं जायते. तदा वयं कथं वक्तुं शक्नुमः इतोपि सूक्ष्मम्, इतोपि लघु अस्ति द्वियणुकम् इति? नास्ति. तत्र बाधा अस्ति खलु. स्वोत्कृष्टम् इति नियमः न परिपालितः अत्र. इतोपि सूक्ष्मं लघुमस्ति. द्व्यणुकस्य परिमाणम् इतोपि सूक्ष्मं भवेत् परन्तु तथा नास्ति इति तु आनुभविकं जानीमः. द्वयोः परमाणोः मेलनम् इत्युक्ते परमाणु अपेक्षया किञ्चित् बृहत् स्यात् इति एव. इतोपि लघु तु नास्ति. अस्तु तर्हि अत्र स्वोत्कृष्टपरिमाणजनकत्वम् इति न वक्तुं शक्नुमः इति कृत्वा अणुपरिमाणे नास्ति जनकत्वम् अथवा कारणत्वम् इति विषयः. अस्तु अग्रे पठतु भगिनि. यत्र मध्यमपरिमाणमस्ति तत्र उत्कृष्टं परिमाणम् इत्युक्ते इतोपि किञ्चित् अधिकं, नाम बृहत्. किन्तु परमाणुपरिमाणस्य इतोपि उत्कृष्टम् इत्युक्ते इतोपि अणु, इतोपि लघु. यथा भवती उक्तवती तथा एव मध्यमपरिमाणं यदस्ति तत्र उत्कृष्टं परिमाणं वदामश्चेत् तत्र अधिकं भवति, बृहत् भवति. परन्तु परमाणुपरिमाणस्य उत्कृष्टम् इत्युक्ते इतोपि लघु, इतोपि सूक्ष्मम्. सम्यक्. तद् अनुसृत्य द्व्यणुकपरिमाणं परमाणोः अणुपरिमाणस्य अपेक्षया लघु स्यात्. तदनुसृत्य इत्युक्ते नियमम् अनुसृत्य. स्वजातीय तु अस्ति अणुपरिमाणमेव द्व्यणुकस्य, परन्तु स्वोत्कृष्टम् इति नियमम् अनुसृत्य द्व्यणुकपरिमाणस्य किं भवेत्? इतोपि अधिकं स्यात्. इतोपि लघु स्यात्. I'm sorry. अस्तु चिन्ता नास्ति. तदनुसृत्य द्वेणुकपरिमाणं परिमाणोः अणुपरिमाणस्य अपेक्षया इतोपि लघु स्यात्। परन्तु लघु अस्ति वा तथा? द्वेणुकपरिमाणं लघु नास्ति खलु परमाणोः अपेक्षया? इति कृत्वा स्वोत्कृष्टता इति नास्ति अस्मिन् स्तरे। अस्तु, अग्रे। यद्यपि वस्तुतः तथा नास्ति इति जानीमः, तदर्थं परमाणुपरिमाणं द्वेणुकपरिमाणस्य कारणं न भवितुम् अर्हति। अतः परमाणुपरिमाणं द्वेणुकपरिमाणस्य कारणं न भवति, अपि तु परमाणुगतद्वित्वसङ्ख्या एव द्वेणुकपरिमाणस्य कारणम्। परमाणुगतद्वित्वसङ्ख्या एव द्वेणुकपरिमाणस्य कारणम्। परमाणोः द्वित्वसङ्ख्या भवति द्वेणुकपरिमाणस्य कारणम्। हा, सम्यक्, तथा एव अस्ति। एकत्वं घटे एकत्वम् अस्ति, तत् द्वितीयघटमस्ति, एकत्वं तस्य समवायिकारणं भवति। हा, तथैव, तथैव घटस्य एकत्वं द्वित्वं प्रति यथा असमवायिकारणं, तथैव परमाणुगतद्वित्वसङ्ख्या द्वैणुकस्य परिमाणस्य कारणमस्ति इति सम्यक्। भगिनि, तर्हि घटे विद्यमानं परिमाणं यदस्ति तत्रापि तथा वक्तुं शक्नुमः वा? तर्हि तत्र द्वित्वसङ्ख्या अपि असमवायिकारणम् इति? घटे विद्यमानमध्यमपरिमाणस्य द्वित्वसङ्ख्या कारणम् इति वक्तुं शक्नुमः वा इति प्रश्नः भवत्याः कः? न, तत्र तु साधितमेव किल, कपालस्य मध्यमपरिमाणम् असमवायिकारणम् इति। तर्हि एकमेव असमवायिकारणं भवितुम् अर्हति वा? तत्र बहूनि कारणानि इति असमवायिकारणानि इति न भवितुम् अर्हति वा तत्र? यावत् अहं जानामि, अवयविनः गुणः यदस्ति तस्य कारणम् अवयवस्य गुणः एव। यथा रूपं, रूपस्य विषये पूर्वं चर्चितमासीत्, घटस्य रूपं तस्य कारणमस्ति कपालस्य रूपम् इति, किल? तथैव इति अहं चिन्तयामि। परन्तु परिमाणस्य अन्यः कोऽपि नियमः अस्ति यद्वयम् अधुना चर्चामः, स्वस्वजातीय स्वोत्कृष्टपरिमाणजनकत्वं। परन्तु परमाणुस्तरे तादृशः नियमः न अन्वेति इति कृत्वा द्वित्वसङ्ख्या स्वीक्रियते इति अहं चिन्तयामि। अस्तु, तर्हि तत्र परिमाणस्तरे तथा नियमः अस्ति चेत् तत्र द्वित्वसङ्ख्या कथं, द्वित्वसङ्ख्या तु तद् नियमः न अनुसरति खलु? हा, नियमः न अनुसरति, तदर्थमेव उक्तम् अणुपरिमा। अत्र वयम् अधुना चर्चा कस्य विषये? केवलं परिमाणस्य विषये। अस्तु, सत्यं, परिमाणे जनकत्वम् अस्ति न वा इति परिशीलनीयं। मध्यमपरिमाणे अस्ति इति तु साधितं, यतोहि स्वसजातीयपरिमाणजनकत्वमपि अस्ति, स्वोत्कृष्टपरिमाणजनकत्वमपि अस्ति। अणुपरिमाणे तादृशं कारणत्वम् अस्ति वा? स्वसजातीय स्यात्, यतोहि परमाणुषु अपि च द्वि अणुकेषु अणुपरिमाणमेव। परन्तु स्वोत्कृष्टपरिमाणम् अस्ति वा? न, तथा नास्ति। इति कृत्वा अणुपरिमाणे जनकत्वं नास्ति। परन्तु भवती पृच्छति यद् द्वित्वसङ्ख्यायां तादृशं जनकत्वम् अस्ति वा न वा इति, खलु? आम्, तत्र मम प्रश्नः, द्वित्वसङ्ख्यायां जनकत्वं कारणत्वम् इति तु अस्ति। एकवारं यदि वयं वदामः द्व्यणुकपरिमाणस्य कारणं परमाणुगतद्वित्वसङ्ख्या इति एकवारं यदि वदामः, तर्हि तस्मिन् सङ्ख्यायां कारणत्वम् अस्ति एव। परन्तु परमाणुषु यादृशं कारणत्वं वयं परिशीलयामः, तादृशं कारणत्वं नास्ति। स्वसजातीय अथवा स्वोत्कृष्टपरिमाणजनकत्वं, तादृशं जनकत्वं नास्ति सङ्ख्यायाः। अस्तु, सङ्ख्यायाः जनकत्वमस्ति, परन्तु परमाणुवत् नास्ति। परमाणूनां नियम क्षम्यतां परिमाणवत् नास्ति. अस्तु, तर्हि तत्र द्वित्वसंख्या इति कारणम् अस्ति, परन्तु तत् असमवायिकारणं वा? सत्यं सत्यं, तर्हि परिशीलयतु. अस्तु, भवती एव वदतु. तर्हि परमाणु अस्ति, तस्मिन् द्वित्वसंख्या कः? गुणः खलु? आम्, तत् परमाणौ अस्ति. परमाणौ केन सम्बन्धेन? समवायसम्बन्धेन. समवायसम्बन्धेन. अपि च द्वे अणुकम् इति यद्वदामः, तस्य अपि च परमाणूनां कीदृशः सम्बन्धः भवति? समवायसम्बन्धः. यथा कपालः घटः, तर्हि अत्र समवायेन स्थित्वा समवायेन उत्पादयति इति तु हा. अस्तु अस्तु, इदानीं द्वित्वसंख्या, परमाणुगतद्वित्वसंख्या द्वेणुकप्रतिपरिमाणस्य असमवायिकारणमस्ति न वा इति द्वितीयप्रकारकम् असमवायिकारणं चिन्तयति. कारणेन कारणेन इति तु सत्यं, परन्तु परिमाणे यादृशं कारणत्वम् अन्विषामः, स्वस्वजातीय स्वोत्कृष्टपरिमाणजनकत्वं, तादृशं कारणत्वं संख्यायां न स्यात्. सत्यं सत्यं सत्यम् इति एव अस्ति, परन्तु कारणत्वम् अस्ति. अस्तु अस्तु अस्तु भगिनि, अग्रे पठति वा? परमाणुद्वयसंयोगेन द्व्यणुकं भवति, तस्मिन् समये प्रत्येकस्मिन् परमाणौ द्वित्वसंख्या जायते. परमाणौ विद्यमानद्वित्वसंख्या अणुपरिमाणं द्व्यणुके उत्पद्यते. द्वित्वसंख्यया द्व्यणुके अणुपरिमाणम् उत्पद्यते. नाम एतावता यद्वयं चर्चितवन्तः तस्य सारांशः इति एव अस्ति. मुख्यः विषयः अस्ति यत् परमाणुषु विद्यमानम् अणुपरिमाणं द्व्यणुकस्य परिमाणं प्रति कारणं नास्ति, अपि तु परमाणौ विद्यमानद्वित्वसंख्या एव द्व्यणुकस्य अणुपरिमाणं प्रति कारणम्. तस्मिन् कोष्टके वयं दृष्टवन्तः खलु, द्व्यणुकं परमाणु सर्वम् अणुपरिमाणम्. तर्हि द्व्यणुके अणुपरिमाणम् अस्ति तु सत्यम् इति तु सत्यं, परन्तु तस्य कारणं परमाणुगतद्वित्वसंख्या, न तु परमाणुनाम् अणुपरिमाणम् इति कृत्वा अणुपरिमाणे नास्ति कारणत्वं, परन्तु मध्यमपरिमाणे कारणत्वम् अस्ति. इतः अग्रे तादृशचर्चा एव भवति, पुनः परममहत् परिमाणे अस्ति वा इति सर्वम् अस्ति. अस्तु, अग्रे सरला भगिनी पठति किम्? आम् क्षम्यतां भगिनि, अहमिदानीं पठितुं शक्नोमि. अस्तु, भवती पठतु. एवमेव द्वयणुकपरिमाणम् अपि त्रयणुकपरिमाणं प्रति न कारणं, प्रथमतया स्वसजातीयपरिमाणं न जनयति. द्वयणुके अस्ति अणुपरिमाणं, त्रयणुके तु उत्पद्यते किं? महत्परिमाणं, मध्यमपरिमाणं. तर्हि स्वसजातीयपरिमाणजनकत्वं नास्ति द्वयणुकपरिमाणस्य. अपि च पुनः सा एव समस्या यद् द्वयणुके विद्यमानपरिमाणम् अणुपरिमाणम्, अतः तद् अपेक्षया उत्कृष्टम् इत्युक्ते इतोपि लघु. अतः आगत्य द्वयणुकपरिमाणं त्रयणुकपरिमाणं प्रति न कारणम्. अस्तु, तत्र प्रथमं वयं परमाणु संयोगेन यद् द्वयणुकं जनयति तस्मिन् विषये चर्चितवन्तः. इदानीं द्वयणुकसंयोगेन यत् त्रयणुकं जनयति तस्य विषये अस्ति. तत्र पश्यामः चेत् द्वयणुकसंयोगेन त्रयणुकं जनयति. द्वयणुकं तु परमाणु अणुपरिमाणमस्ति. परन्तु त्रयणुकम् अस्ति महत्परिमाणम्, इत्युक्ते मध्यमपरिमाणमपि महत्परिमाणम् अस्ति. तर्हि तत्र यदा नियमः वयं पूर्वं दृष्टवन्तः, तत्र स्वस्वजातीय स्वोत्कृष्ट इति, तत्र स्वस्वजातीय इति प्रथम भागस्य एव पालनं न भवति तत्र. किमर्थम् इत्युक्ते तत्र द्वयणुकस्य परिमाणम् अस्ति अनुपरिमाणं, त्रयणुकस्य परिमाणम् अस्ति महत्परिमाणं, तर्हि तत्र स्वस्वजातीय इति नास्ति. अपि च स्वोत्कृष्टम् इत्यपि नास्ति. यत् समस्या परमाणुविषये आगता तदेव अत्रापि वर्तते. स्वोत्कृष्ट इत्युक्ते यद् अणुपरिमाणमस्ति तस्य अपेक्षया लघु इति, परन्तु महत्परिमाणं तु तथा नास्ति. तर्हि तत्र नियमस्य पालनमेव नास्ति. द्वयौ भागौ अपि तत्र पालनं न भवत. तर्हि अतः द्व्यणुकस्य परिमाणं कीदृशं परिमाणं पुनः भवत्या उक्तमेव, केवलं स्पष्टीकरणस्य परिमाणम् अणुपरिमाणम् अस्ति, त्रियणुकस्य परिमाणं महत्परिमाणम्. महत्परिमाणमस्ति. तर्हि स्वस्वजातीय अपि नास्ति, स्वोत्कृष्टमिति अपि न वक्तुं शक्नुमः इति कृत्वा आहत्य अणुपरिमाणस्य कारणत्वम् इति नास्ति. इति स्पष्टं स्यात् सर्वेषां मनसि? कोऽपि प्रश्नः वा? अस्तु भगिनि, अग्रे पठतु. तर्हि अखिला भगिनी पठतु अग्रिमपरीक्षा. अस्तु, तदर्थम् अत्रापि उक्तं यत्र द्वयणुकत्रयं वर्तते तत्र द्वयणुकगत बहुत्वसंख्या त्रित्वसंख्या एव त्रयणुकपरिमाणं प्रति कारणं, न तु द्वयणुके परिमाणं कारणं. नो चेत् किं भवेत्? त्रयणुकस्यापि अणुपरिमाणं स्यात्, येन त्रयणुकं न दृश्यते. परन्तु तथा नास्ति, त्रयणुकं तु दृश्यते, अतः तस्मिन् महत्परिमाणम् अस्ति. अपि च केन जायते इत्युक्तौ द्वयणुके विद्यमानत्रित्वसङ्ख्यया जायते. द्वयणुकत्रयाणां संयोगेन खलु त्रयणुकम् उत्पद्यते. यदा पुरतः त्रीणि द्वयणुकानि सन्ति, प्रत्येकस्मिन् त्रित्वसङ्ख्या वर्तते, आहत्य एकस्मिन् त्रयणुके विद्यमानमहत्परिमाणस्य कारणं द्वयणुके विद्यमानत्रित्वसङ्ख्या. एतदपि यद्वयं द्वयणुकविषये चर्चितवन्तः तथैव अस्ति. तत्र त्रयाणां संयोगेन द्वयणुकत्रयाणां संयोगेन त्रयणुकं जायते. तर्हि तत्र यदा द्वयणुकस्य परिमाणं त्रयणुकस्य परिमाणं प्रति कारणं भवेत्, तर्हि तत्र त्रयणुकस्य अपि अणुपरिमाणं भवति, तर्हि त्रयणुकमपि न दृश्यते. यदा द्वयणुकं न दृश्यते तथा, परन्तु यदि द्वयणुकस्य परिमाणं स्यात् कारणं त्रयणुकस्य परिमाणं प्रति, तर्हि त्रयणुकस्यापि अणुपरिमाणम्, अपि च तेन किं भवति? तद् न दृश्यते. तद् न दृश्यते, परन्तु वयं जानीमः मध्यमपरिमाणस्तरे यानि द्रव्याणि सन्ति ते सर्वे दर्शनयोग्यानि इति रूपम् इति वर्तते तेषु, खलु? इति कृत्वा, अस्तु भगिनि अग्रे वदतु. तर्हि भवती एव. आम्, इति कृत्वा वयं जानीमः तत्र द्वयणुकस्य परिमाणं त्रयणुकस्य परिमाणं प्रति कारणं भवितुं न अर्हति इति. तर्हि कारणं किम् इति प्रश्नम् उदेति चेत्, तत्र यत् त्रित्वसङ्ख्या अस्ति, तत्र त्रीणि द्वयणुकानि तदेव तत्र तत्र कारणं भवति. सत्यं. तर्हि भवन्तः स्मरन्ति चेत् तत्र द्वि अणुकम् इत्युक्ते द्वयोः परिमाणोः संयोगः, तर्हि तत्र परमाणुषु परमाणोः द्वित्वसङ्ख्या इति एव अस्ति. परन्तु त्रियणुकम् इत्युक्ते किम् इति स्मरन्ति वा कोऽपि? हा, षड् षट् परमाणुवः वस्तुतः, द्वियणुकत्रयं, तर्हि द्विगुणितं त्रीणि इति कृत्वा षट् परमाणुवः भवन्ति. तदर्थमेव अत्र उक्तं द्वियणुकगत बहुत्वसङ्ख्या इति. तर्हि सारांशरूपेण त्रयणुके यद् परिमाणमस्ति तस्य कारणमस्ति द्वियणुके विद्यमान त्रित्वसङ्ख्या अथवा बहुत्वसङ्ख्या, न तु द्वियणुकस्य परिमाणम् इति स्पष्टं स्यात्. पुनः इतोपि एकवारं प्रतिपादितम् अणुपरिमाणे कारणत्वं नास्ति इति. अस्तु, अग्रे भगिनी, सरला भगिनी पठति वा अग्रे? आं भगिनि. तर्हि द्वयो परमाणयो संयोगेन द्वाणिकं, त्रयाणां द्वाणिकानां संयोगेन त्रयणुकम्, उभयत्र कार्यभूतपरिमाणस्य कारणम् अवयवे विद्यमानसङ्ख्या, परमाणौ द्वित्वसङ्ख्या, द्वगुणके त्रित्वसङ्ख्या इति थज्ञ अणुपरिमाण इत्थञ्च अणुपरिमाणं कस्यापि कारणं नास्ति. पुनः वदति द्वितीय अणुकं परम संयोगेन द्वितीय अणुकस्य द्वितीयसङ्ख्या तस्य कारणम् द्वित्वसङ्ख्या, और त्रयणुकं स त्रयाणां द्वे अणुकानां संयोगेन त्रयणुकं भवति चतुर्थसङ्ख्या तस्य कारणं अस्ति. कार्यभूतपरिमाणस्य कारणम् अवयवे मीन्स् अवयव अवयविनो कारणं भवति, अवयवे विद्यमानसङ्ख्या अवयविन कारणम् अस्ति, अवयविनः परिमाणस्य कारणम् अस्ति. अग्रे अस्ति चर्चा परममहत् परिमाणस्य, भवती एव पठतु कृपया. एवमेव आकाशे विद्यमान परममहत् परिमाणम् अपि कस्यापि कारणं नास्ति. आकाशे न किमपि द्रव्यं जायते, आकाशे शब्दः एव जायते. शब्दे परिमाणं न भवति तस्य गुणत्वात्, गुणे परिमाणं नास्ति. अपि च आकाशे विद्यमान परं महत् परिमाणं शब्दं प्रति न कारणम्, अग्रे वक्ष्यमाण अन्यथा सिद्धत्वात्. यथा शब्दं प्राति आकाशम् अपेक्षति, परन्तु यद्यपि शब्दकार्यं प्रति महत्परिमाणं नियत्पूर्ववृत्ति, तथापि शब्दस्य उत्पादनार्थम् आकाशे विद्यमानपरं महत्परिमाणं न अपेक्षितम्. आकाशम् एव कारणं, न तु आकाशे विद्यमानपरिमाणं. यथा वयं पूर्वं दृष्टवन्तः अणुपरिमाणं कदापि कारणं न स्यात्, तथैव महत् परिमाणम् अपि कारणं नास्ति. आकाश उदाहरणमस्ति, आकाशे विद्यमानपरममहत् परिमाणं कस्यापि कारणं नास्ति. आकाशे आकाश नित्यं द्रव्यम् अस्ति, तस्मात् किमपि द्रव्यं न उत्पद्यते. आकाशे शब्दं जायते, शब्द आकाशस्य गुणः अस्ति, किन्तु परिमाणं नास्ति. गुणस्य पुनः परिमाणं भवति वा? परिमाणमेव गुणः. तर्हि गुणस्य पुनः गुणः न भवति खलु, द्रव्यस्य एव परिमाणं, शब्दः वा रूपम् इति गुणाः भवन्ति. पुनः वदतु भगिनि. शब्दः स्वयमेव एकः गुणः, गुणः अस्ति. तदर्थं तस्य पुनः परिमाणम् इति किमपि नास्ति. गुणस्य गुणः न भवति, गुणे परिमाणं नास्ति. अपि च आकाशे विद्यमान परं महत् परिमाणं शब्दं प्रति न कारणम्. सो आकाशे महत् परिमाणम् अस्ति, शब्द प्रति कारणं नास्ति. अग्रे वक्ष्यमाण अन्यथा सिद्धत्वात् अन्यथा सिद्धम् इति एकवारं महोदयेन उक्तं, यथा घटनिर्माणस्थले पिपीलिकाः भवन्ति खलु, तर्हि पिपीलिकाः घटनिर्मात् पूर्वं भवन्ति, घटनिर्माणस्थले समानाधिकरणे भवन्ति इति सर्वं तु अस्ति निकषाः कारणत्वस्य, परन्तु एवं कदापि न वक्तुं शक्नुमः यत् पिपीलिका कारणमस्ति घटनिर्माणं प्रति इति. तत्र किञ्चित् विलक्षणं वैचित्र्यं भवति किल, तथैव अन्यथा सिद्धत्वम् इत्युक्ते तथैव अस्ति. शब्दपरिमाणं प्रति कारणं नास्ति, परिमाणम् आकाशस्य परममहत् परिमाणं शब्दं प्रति कारणं नास्ति. यथा शब्दं प्रति आकाशम् अपेक्षितं, परन्तु यद्यपि शब्दकार्यं प्रति महत् परिमाणं नियतपूर्ववृत्ति, तथापि शब्दस्य उत्पादनार्थम् आकाशे विद्यमानपरं महत्परिमाणं न अपेक्षितम्. अहं न अवगच्छामि. शब्दं प्रति आकाशम् अपेक्षितम् अस्तु, शब्दः शब्दः स्यात् इत्युक्ते आकाशः आकाशम् अस्ति, यथा पृथ्वी अपेक्षितं गन्धं गन्धस्य निर्माणं प्रति, गन्धः नास्ति, क्षम्यतां, पृथ्वी नास्ति चेत् गन्धः नास्ति, आकाशं नास्ति चेत् शब्दः नास्ति, तर्हि शब्दं प्रति आकाशं तु अवश्यम् अपेक्षितमेव. परन्तु यदा आकाशः, यथा आकाशः नित्यः, तथैव आकाशे विद्यमानं महत्परिमाणमपि नित्यम् आकाशेन सह एव जायते, तर्हि शब्दात् पूर्वमपि जायते परममहत् परिमाणम्. तदर्थोक्तं नियतपूर्ववृत्तिः, नाम आकाशः यत्र यत्र अस्ति तत्र परममहत् परिमाणमस्ति, आकाशे शब्दः नास्ति चेदपि अस्ति परममहत् परिमाणम् इति कृत्वा नियतपूर्ववृत्तिः. शब्दात् पूर्वं तु अस्ति एव, तथापि शब्दस्य उत्पादनार्थं तस्मिन् कारणत्वं नास्ति, केवलम् आकाशे कारणत्वम् अस्ति, न तु परममहत् परिमाणम् इत्येव उक्तम् अन्तिमे वाक्ये, आकाशमेव कारणं न तु आकाशे विद्यमानं परममहत् परिमाणम्. अतः किं साधितम्? अस्माकं मूलविषयः किम् आसीत्? अणुपरिमाणे परममहत् परिमाणे कारणत्वम् अस्ति न वा इति मूलविषयः, खलु? कारणं नास्ति. सम्यक्, परममहत् परिमाणे अपि कारणत्वं नास्ति अन्यं परिमाणं प्रति वा अन्यत् प्रति. ओके. अन्यच्च आकाशे विद्यमानं परममहत् परिमाणं नित्यम्, अतः स्वस्य किमपि कारणं नास्ति. यद्यपि इयं तु भिन्ना वार्ता, अत्र अस्माकं प्रश्न अयं यत् आकाशे विद्यमानपरं महत् परिमाणेन किमपि उत्पद्यते न वा? उत्तरम् अस्ति न, अनेन किमपि न उत्पद्यते. भगिनी पुनः एतत् चिन्तनास्ति भगिनि, अत्र एवमस्ति, आकाशे कारणत्वं न, क्षम्यतां, परममहत् परिमाणे कारणत्वं नास्ति इति एका वार्ता, अपरा वार्ता अस्ति परममहत् परिमाणस्यापि कोऽपि कारणं किमपि कारणं नास्ति, यतोहि यथा आकाशः नित्यः तथैव परममहत् परिमाणमपि नित्यं, नित्यत्वात् जायते नश्यति इति किमपि नास्ति सिद्धान्तः, तर्हि परममहत् परिमाणस्यापि कारणं नास्ति, तस्मिन् कारणत्वम् अपि नास्ति, तस्य स्वयं कारणे कारणम् अपि नास्ति, न कारणत्वम् अस्ति न कार्यत्वम् अस्ति, कार्यं कार्यता अपि नास्ति कारणता नास्ति. आहत्य अणुपरिमाणे परममहत् परिमाणे च कारणत्वं नास्ति, मध्यपरिमाणं वत्सु अवयवेषु एव विद्यमान मध्यपरिमाणे अवयवैः उत्पन्नद्रव्यमध्यों मध्यम उत्कृष्टपरिमाणं प्रति परिमाणजनकत्वं कारणत्वम् अस्ति. पुनः वदति, अणुपरिमाणम् अपरमहत् परिमाणं तयोः कारणत्वं नास्ति, मध्यपरिमाणपरिमाण केवलं कार्यं प्रति कारणम् अस्ति, अवयवेषु विद्यमानमध्यपरिमाणम् अवयवैः अवयवेन अत्र किञ्चित् सहायं करोमि. अवयवैः नाम कपाल कपालदृश अवयवैः उत्पन्नद्रव्यमध्यमपरिमाण उत्कृष्टपरिमाणं प्रति नाम घटवत् यानि द्रव्याणि उत्पद्यन्ते तेषाम् उत्कृष्टपरिमाणं प्रति परिमाणजनकत्वं कारणत्वम् अस्ति. कारणत्वम् अथवा जनकत्वम् अस्ति कस्य? मध्यमपरिमाण मध्यमपरिमाण घटस्य मध्यमपरिमाणं प्रति घटः इति घटः इति एकम् उदाहरणं. घटस्य स्थले पटः वा यत्किमपि भवतु किमपि हा मध्यमपरिमाणम् इत्यस्यां श्रेण्यां यत्किमपि वयं पठितवन्तः तत्सर्वम् अत्र भवितुम् अर्हति. अणुपरिमाणम् अथवा परममहत्परिमाणम् इत्यस्यां श्रेण्यां यदासीत् तस्य कारणत्वं नास्ति नास्ति इति अस्ति. अस्तु, इद् अधुना पुनः पुस्तके यदस्ति तद् अस्माकं मुख्यः विषयः. बहु विलम्बः जातः इति जानामि, कृपया कश्चन सहयोगः अपेक्षितः. शीघ्रमेव समापयामः. द्वितीयसमवायीकारणवर्णनम् इति अस्ति, तत्र किञ्चित् पठनीयमस्ति अस्माभिः. चतुर्नवतितमे पुटे वर्धिनी भगिनी पठति वा? आं भगिनि. द्वितीयसमवायिकारणवर्णनं कपालघटकतयोः परिमाणयोः अस्ति कार्यकारणभावः आनुभविकः, परन्तु चित्रेण इदं स्पष्टं यत् द्वयोः सामानाधिकरण्यं नास्ति. कपालस्य परिमाणं तद्गुणः तत्रैव समवायेन स्यात्, घटपरिमाणं च तद्गुणः तत्र समवेतः भवेत्. अतः तयोः सामानाधिकरणकरण्यनिर्वाहाय कार्यं घटपरिमाणं कारणाधिकरणे कपाले परम्परासम्बन्धेन नेतव्यं. स च परम्परासम्बन्धः समवायित्वसम्बन्धः स्वं घटपरिमाणं तत्समवायी घटः तत्समवायी कपालः समवायित्वं कपाले इति स्वसमवायित्वसम्बन्धेन घटपरिमाणं कपाले प्राप्तं. तत्रैव च कपालपरिमाणमपि समवायेन वर्तते इति कार्यकारणयोः कपाले सामानाधिकरण्यं सम्पन्नम्. अस्तु, तत्र उपरितने भागे एकं चित्रमस्ति खलु भगिनि, तत् किञ्चित् पठतु. किं कस्मिन् अस्ति इति किञ्चित् प्रतिपादयतु. घटः घटे चित्रे समानाधिकरणं नास्ति कपालः तत्तु. हा सम्यक् सम्यक्, कयोः समानाधिकरण्यं नास्ति घटकपालयोः. घटकपालयोः तु अस्ति, घटः कपाले समवायेन वर्तते, कपालः स्वस्मिन् तादात्म्येन वर्तते, तयोः समानाधिकरण्यं तु अस्ति. परन्तु अत्र किं परिशीलनीयं, कार्यस्य अपि च कारणस्य समानाधिकरण्यम् अस्ति न वा इति. अत्र कार्यं किम् अस्ति भगिनि? कार्यं घटोत्पत्तिः न, तथा नास्ति. राजेन्द्रमहोदय किञ्चित् साहाय्यं करोति वा? आम् आं भगिनि, किं प्रश्नः पुनः वदतु भगिनि? चित्रं परिशीलयतु, तत्र चित्रे कार्यं किं कारणं किम् इति उच्यताम्. कार्यम् अस्ति कपालसंयोगः. हा अस्तु, सरला भगिनी वदतु. घटस्य परिमाणम् अस्ति कार्यं, कपालस्य परिमाणम् अस्ति कारणं. कारणम् इति एव अस्ति खलु चित्रं, तदर्थमेव कपालः तस्य परिमाणं तस्य उपरि कारणता, पुनः घटः घटस्य परिमाणं घटस्य परिमाणस्य उपरि कार्यता. अधुना कार्यं किं घटस्य परिमाणं, कारणं किं कपालस्य परिमाणम्, उभयोः उभयोः सामानाधिकरण्यमस्ति वा? नास्ति. किमर्थं नास्ति? घटस्य परिमाणं कुत्र अस्ति? घटे. घटे. कपालस्य परिमाणं कुत्र अस्ति? कपाले. तर्हि कार्यकारणभावसाधनार्थं किम् अपेक्षितम्? समीचीनं. सामानाधिकरण्यम् अपेक्षितम्. अत्र सामानाधिकरण्यं नास्ति. तर्हि कथं वदामः कपालपरिमाणं कारणं घटपरिमाणं प्रति इति कथं वदामः इति प्रश्नः. अस्तु, तर्हि शीघ्रमेव एकवारं पुनस्मरणं भवतु. अधो चित्रम् अस्ति भगिनि. अधः अपि एकं चित्रमस्ति. तर्हि इदानीं घटः कपालः इत्यस्मिन् घटः कार्यं कपालः कारणं. घटः समवायसम्बन्धेन उत्पद्यते कपाले. कपालः स्वस्मिन् तादात्म्यसम्बन्धेन भवति घटम् उत्पादयति. तदा किं वदामः? समवायसम्बन्धेन घटं प्रति कपालः तादात्म्यसम्बन्धेन कारणं. समवायसम्बन्धेन घटः कपाले अस्ति इति कृत्वा समवायसम्बन्धेन घटं प्रति कपालः तादात्म्यसम्बन्धेन कारणं. यतोहि कपालः अपि समानाधिकरणे तादात्म्येन अस्ति. घटः इति कार्यं यत् उत्पद्यते तदपि समवायसम्बन्धेन समानाधिकरणे अस्ति. तथैव इदानीं घटः घटपरिमाणम्. अस्तु, राजेन्द्रमहोदय किञ्चित् प्रयत्नं करोति वा? घटः घटपरिमाणं तयोः मध्ये कार्यं किं कारणं किम्? घटपरिमाणं कार्यं, घटः कारणम्. उभयोः समानाधिकरण्यम् अस्ति वा? समानाधिकरण्यम् आम्. घटपरिमाणं घटे अस्ति, घटः अस्ति अधिकरणं. हा, घटपरिमाणं घटे अस्ति इति कार्यम् अस्ति. पुनः कारणं किम्? कारणम् अस्ति सम्यक्. यथा पृथिवी गन्धः इत्येव स्थितिः. अस्तु, पृथिवी द्रव्यं, गन्धः गुणः. पृथिवी समवायिकारणं खलु गन्धस्य. तथैव घटः घटपरिमाणं. तर्हि अखिला भगिनी वाक्यं वदति वा? आं भगिनि, तादात्म्यसम्बन्धेन घटः समवायसम्बन्धेन घटपरिमाणं प्रति कारणम्. बहु सम्यक्. समवायसम्बन्धेन घटपरिमाणम् अस्ति घटे. कार्यमिति घटपरिमाणं समवायेन अस्ति इति कृत्वा भगिन्या उक्तं समवायसम्बन्धेन घटपरिमाणं प्रति घटः तादात्म्यसम्बन्धेन कारणं. यतोहि घटः स्वस्मिन् तादात्म्यसम्बन्धेन भवति, अपि च घटपरिमाणं प्रति समवायीकारणं भवति. पुनः तथा एव कपालः कपालपरिमाणं, तत्र कार्यं किं कारणं किं? माला भगिनी प्रयत्नं करोति वा? कार्यं कपाल कपाल माला भगिनी अस्ति किम्? अस्तु, सरला भगिनी एव उच्यताम्. ओके, कपालपरिमाणं कपाले प्रति समवायसम्बन्धेन कारणमस्ति. समवायसम्बन्धेन कपालपरिमाणं प्रति कपालः तादात्म्यसम्बन्धेन कारणमस्ति. कारणम् इति समवायिकारणमासीत्. अधुना प्रथमविध असमवायिकारणं पश्येम. तत्र कपालसंयोगः इति कारणं, घटः इति कार्यम्, उभयोः अधिकरणं किम्? कपालः. कपालः, सम्यक्. तर्हि कोऽपि वाक्यं वक्तुम् इच्छति वा? समवायसम्बन्धेन घटं प्रति समवायसम्बन्धेन कपालसंयोगः असमवायिकारणम्. तर्हि केवलं किं ज्ञातुम् इच्छामि इत्युक्ते समानाधिकरणे कार्यं केन सम्बन्धेन अस्ति, कारणं केन सम्बन्धेन अस्ति तावदेव ज्ञातुम् इच्छामि अहं. तदा एतादृशं वक्तव्यं भवति, घटं समवायसम्बन्धेन अस्ति खलु कपाले इति वयं जानीमः. कपालसंयोगः इति असमवायीकरणमपि समवायसम्बन्धेन कपाले अस्ति. कपाले समानाधिकरणम् अस्ति कपालः, तस्मिन् यथा भगिन्या उक्तं समवायसम्बन्धेन घटं प्रति कपालसंयोगः समवायसम्बन्धेन एव कारणं भवति इति वाक्यमस्ति. सर्वत्र सामानाधिकरण्यं साधितमस्ति, परन्तु अस्माकं चित्रे अस्मिन् पुटे कपालस्य परिमाणं कपाले, घटस्य परिमाणं घटे इति स्थितिः. कथञ्चित् तयोः सामानाधिकरण्यं स्थापितव्यं भवति. तदर्थम् अत्र परम्परासम्बन्धः इति यद् दृष्टम् अस्माभिः तत् कार्यं करोति. अस्तु, इति अग्रे पठितव्यं भवति. तर्हि राजेन्द्रमहोदय पठति वा? आम् भगिनि. इदम् एव च द्वितीयं समवायिकमहोदय, तत्र कपालकारणत्वं यत् चतुर्नवतितमे पुटे कपालघटगतयोः ततः आरभ्य. ओ पुनश्च तथा अस्तु भगिनि. कपालघटगतयोः परिमाणयोरस्ति कार्यकारणभावः आनुभाविकः, परन्तु चित्रेणेदं स्पष्टं यत् द्वयोः समानाधिकरण्यं नास्ति. कपालस्य परिमाणं तद्गुणः तत्रैव समवायेन स्यात्, घटपरिमाणं च तद्गुणः तत्र संवेत् भवेत्. अतः तयोः समानाधिकरणनिर्वाहाय कार्यं घटपरिमाणं कारणाधिकरणे कपाले परम्परासम्बन्धे सम्बन्धेन नेतव्यम्. अस्तु, उच्यतां महोदय. इदानीं यथा लिखितमस्ति यत् चित्रे पूर्वं यथा पूर्वं चित्रम् अस्ति तत्र तत्र कपालघटमध्ये समान अधिकरणं कार्यकारणभावः तु अस्ति, परन्तु तत्र समान अधिकरणं नास्ति. कार्यकारणभावः आनुभविकः इत्युक्ते वयं जानीमः एव यत् कपालपरिमाणेन घटस्य परिमाणम् उत्पद्यते इति वयं जानीमः अनुभवम् अनुभवामः इति, परन्तु सामानाधिकरणीयं नास्ति. अस्तु, अग्रे. कपालस्य परिमाणं तद्गुणः तत्रैव समवायेन स्यात्, कपालस्य परिमाणं समवायसम्बन्धेन कपाले अस्ति. घटपरिमाणं कपालः इति अधिकरणं कार्यस्य कारणस्य इति स्वीकृतं. घटपरिमाणं समवायसम्बन्धेन घटे वर्तते तत्र इदानीं अत्र स्यात् भवेत् इति अस्ति खलु, तस्य अर्थः कः? कथञ्चित् वयं तु जानीमः चित्रं दृष्ट्वा कपालपरिमाणं कपाले, घटपरिमाणं घटे इति जानीमः. तत्र समानाधिकरण्यं दृश्यते वा चित्रे? समानाधिकरण्यं न, तत्र न दृश्यते. न दृश्यते, तर्हि अस्माभिः कथञ्चित् साधनीयं. तदर्थम् अत्र उक्तं कपालस्य परिमाणमपि कपाले स्यात्, घटस्य परिमाणमपि कपाले समवेतं स्यात्. तस्य निर्वाहाय किं कुर्मः? अतः घटपरिमाणं कारण अधिकरणे कपाले परम्परासम्बन्धेन नेतव्यं, स च परम्परासम्बन्धः स्वसमवायित्वसम्बन्धः. हा, अस्तु, अग्रे कोऽपि सहायं करोति वा? अखिला भगिनी पठित्वा किञ्चित् वदति वा? अस्तु भगिनि. स च परम्परासम्बन्धः स्वसमवायित्वसम्बन्धः. स्वं घटपरिमाणं, तत् समवायी घटः, तत् समवायी कपालः, समवायित्वं कपाले इति स्वसमवायित्वसम्बन्धेन घटपरिमाणं कपाले प्राप्तं. तत्रैव च कपालपरिणामम् क्षम्यतां कपालपरिमाणमपि स समवायेन वर्तते इति कार्यकारणयोः कपाले सामानधिकरणं सम्पन्नम् इत्युक्ते तत्र स्वम् इत्युक्ते घटपरिमाणं तदेव तत्र कार्यमस्ति घटपरिमाणस्य अधिकरणमस्ति घटः तर्हि तत्र समवायसम्बन्धेन घटे अस्ति इति कारणात् तत्र घटपरिमाणस्य समवायी अस्ति घटः तत्र घटस्य समवायी अस्ति कपालः तर्हि घटपरिमाणतः पश्यामः चेत् स्वसमवायी इत्युक्ते घटपरिमाणस्य समवायी घटः स्वसमवायी इत्युक्ते घटस्य समवायी कपालः इति तत् समवायित्वं कपाले अस्ति इति कारणात् स्वसमवायित्वम् इति कपालः अस्ति तर्हि तेन दृष्ट्या तत्र घटपरिमाणस्य सम्बन्ध कपालः प्रति सम्बन्धः स्थापितमस्ति स्वसमवायीसमवायित्वसम्बन्धः इति तर्हि तत्र कपालपरिमाणमपि तत्र समवायेन कपाले एव तिष्ठति घटपरिमाणं स्वसमवायीसमवायित्वसम्बन्धेन कपाले तिष्ठति तर्हि कार्यकारणयोः सामानाधिकरणं तथा इत्युक्ते तत्र परम्परासम्बन्धया सम्बन्धेन साधितं समीचीनं तर्हि भगिन्या यदुक्तं तत्र सर्वेषाम् अवगमनम् अस्ति वा द्वितीयचित्रं यदस्ति अस्मिन् पुटे तस्य विवरणमेव आसीत् एतत् सर्वं यद् भगिन्या उक्तं कपालः इति अस्ति अधस्तने भागे एकं चित्रमस्ति पश्यन्तु कपाले कपालपरिमाणं समवायसम्बन्धेन घटे घटपरिमाणं समवायसम्बन्धेन पुनः घटः कपाले समवायसम्बन्धेन तर्हि अस्माभिः किं करणीयम् अधुना घटपरिमाणस्य कपालपरिमाणस्य सामानाधिकरण्यं साधितव्यं भवति किमपि वक्तुमिच्छति वा अखिल भगिनी न भगिनि तदेव साधनीयम् इति अस्तु घटपरिमाणं स्वम् अस्ति तत् सम्वेत घट भवति समवायि घटपरिमाणं प्रति घट भवति कपाले प्रति संवेत एण्ड् कपाल अस्ति समवायि घटं प्रति बहु समीचीनं सम्यक् तर्हि इदानीं बुद्धम् इति चिन्तयामि घटपरिमाणं समवेतं घटः घटपरिमाणसमवायि घटः समवेतः कपालः घटसमवायि इति एव तत् कपाले विद्यमान उपरि गत्वा समवायित्वसम्बन्धः स्व इति घटपरिमाणं स्वसमवायी घटः तस्य समवायी कपालः तर्हि स्वसमवायीसमवायी कपालः स्वसमवायीसमवायित्वं कपाले अनेन सम्बन्धेन एव घटपरिमाणं कपाले अस्ति घटपरिमाणं केन सम्बन्धेन कपाले अस्ति स्वसमवायीसमवायित्वसम्बन्धेन घटपरिमाणं कपाले अस्ति कपालपरिमाणं केन सम्बन्धेन कपाले अस्ति कपालपरिमाणसमवायसम्बन्धेन कपाले अस्ति हा तर्हि सरला भगिनी प्रयत्नं करोतु यथा वयम् उक्तवन्तः कपालसंयोगः समवायेन कपाले अस्ति अपि च कारणमस्ति घटं प्रति खलु तत्र वाक्यमासीत् समवायेन समवायसम्बन्धेन घटं प्रति कपालसंयोगः समवायसम्बन्धेन कारणम् इति केवलं कार्यं केन सम्बन्धेन अधिकरणे अस्ति कार्यं केन सम्बन्धेन कारणं केन सम्बन्धेन अधिकरणे अस्ति इति उक्त्वा कार्यं प्रति इदं कारणम् इति वक्तव्यं तर्हि प्रयत्नं करोति वा अहमेकं वाक्यं वदामि समवायसम्बन्धेन घटं प्रति कपालसंयोगः समवायसम्बन्धेन कारणम् अस्तु तदेव वाक्यम् इदानीं घटम् इत्यस्य स्थाने घटपरिमाणम् इति योजयतु समवायसम्बन्धेन इत्यस्य स्थाने समवायसम्बन्धेन घटपरिमाणं घटं प्रति समवायी समवायसम्बन्धेन प्रथमं कार्यं प्रथमवाक्यखण्डे कार्यं समवायसम्बन्धेन एकनिमिष समवायसम्बन्धेन घटं प्रति अस्तु घटम् इत्यस्य स्थाने घटपरिमाणम् इति स्थापयतु समवायसम्बन्धेन इत्यस्य स्थाने अत्र सम्बन्धः कः केन सम्बन्धेन कार्यं कपाले अस्ति समवायसम्बन्धेन इदानीं भवती एव उक्तवती घटपरिमाणं केन सम्बन्धेन कपाले अस्ति घटपरिमाणसमवायसम्बन्धेन समवायसम्बन्धेन कपाले अस्ति तर्हि वाक्यं वदतु घटपरिमाण स्वसमवायि समवायत्वसम्बन्धेन कपाले तु अस्ति परन्तु अस्तु कारणं कपालपरिमाणसमवायसम्बन्धेन घटपरिमाणं प्रति स्वसमवायी समवायत्वेन अस्ति समवायित्वेन कारणम् अस्ति हा इदानीं सम्यक् अस्तु तर्हि सर्वेषाम् अवगमनं सम्यक् अस्ति इति चिन्तयामि अत्र कोऽपि प्रश्नः वा भगिनि नास्ति भगिनि विरमामः शुभरात्रिः धन्यवादः धन्यवादः भगिनि